समासचिन्तनवर्गे सर्वेषां स्वागतम्। गतवर्गे वयं दृष्टवन्तः इति षष्टिप्रभेदाः इति अत्र त्रीणि श्रेणी अस्ति, शेषे षष्टि, कृतयोगे षष्टि, एवं प्रतिविधानषष्टि इति। तत्र शेषे षष्टि पुनर्विपितमस्ति सामान्य सम्बन्धसामान्यम् एवं कारकस्य अविवक्षायाम्। इत्युक्ते सम्बन्धमात्रे षष्टि, तत्र सम्बन्धः अस्ति उभयपद उभयसुबन्धोः सुबन्धाना सुबन्धौ तत्र राज्ञः पुरुषः इति राजन् शब्दस्य एवं पुरुषशब्दस्य सम्बन्धः अस्ति इति कृत्वा स्वस्वामिसम्बन्धत्वेन तत्र षष्टि भवति राज्ञः पुरुषः इति। एवंविधं कारकस्य अविवक्षायां तत्र मातुः स्मरति इति उदाहरणे कर्मणः अविवक्षा अस्ति, मातुः कर्मणा रूपेण न स्वीकृतं, तत्र अविवक्षा अस्ति कारकम् इति षष्टि सम्बन्ध किमपि नास्ति इति चिन्तयति चेत् तत्र मातुः इति षष्टि स्मरति इति कृदन्तपदेन तत्र अभिवक्षा अस्ति, तत्र मातुः स्मरति इति समस्तपदं भवितुम् अर्हति। किन्तु विवक्षा अस्ति चेत् तत्र कर्तकर्मणो ये न कत्र तत्र कारकविवक्षा अस्ति चेत् कर्म भवति, कर्म स्मरण स्मरणार्थं मातुः कर्म भवति इति कृत्वा मातुः इति द्वितीया भवति, मातरम् इति भवति, तत्र बालकः बालः मातरं स्मरति इति अवश्यं। यदि मातरम् इति द्वितीया वक्तुं न इच्छति किन्तु कारकस्य रूपेण न स्वीकृतम् इति चेत् तत्र षष्टिः भवितुम् अर्हति, शेषे षष्टिः इति। तदनन्तरं कृतयोगे अपि षष्टिः भवति, कृतयोगे षष्टिः किं वदति, कर्तृकर्मणः षष्टिः, तत्र कृत् कृदन्तं कर्ता कर्ता कर्तपदम् अथवा कर्मपदम् अस्ति तदयोः, तत्र षष्टिः कर्तृपदस्य एवं कर्मपदस्य अपि षष्टिः भवितुम् अर्हति कृतयोगे। तत्र कृष्णस्य कृतिः अथवा जगतः कृतिः, तत्र कृष्णः जगतस्य कर्ता इति इति वाक्ये कृष्णः इति कर्तृपदमस्ति, तत्र कृष्णस्य कृतिः तत्र षष्टिः भवति। जगतः जगत जगत् कृतम् इति जगत् जगतः इति जगत् इति कर्मपदमस्ति चेत् तत्रापि षष्टिः भवितुम् अर्हति। यदि उभयप्राप्तौ अस्ति कर्तृपदम् अपि कर्मपदम् अपि षष्टिः भवति कर्तृयोगे षष्टिः इति कृत्वा, उभयप्राप्तिः अस्ति चेत् कर्मणः नित्यं भव षष्टिः भवति, कर्तुः विकल्पेन भवति, तत्र कृष्णेन जगतः कृतिः अथवा कृष्णस्य जगतः कृति इति रूपद्वयं साधु एव। तत्र कृष्णः इति कर्ता अस्ति कृत्वा विकल्प रूपद्वयं साधु एव, तृतीया अथवा षष्टि। किन्तु अष्टसु सूत्रेषु षष्टिविधानं भवति विशिष्टसूत्रैः, तत्र किं भवति विशिष्ट यतो शेषे षष्टि इति सूत्रानन्तरमेव तयोः प्राप्तिः अस्ति अष्टाध्याय्यां, शेषे षष्टि अपि इति सूत्रानन्तरमेव ज्योभितर्थस्य कर्णोः अधिकर्तदेशां कर्मणि इत्यादि सप्तसूत्राणि अत्र अस्ति, अष्टमसूत्रमपि तदनन्तरमस्ति। एतेषु अष्टसूत्रेषु यतोहि षष्टिविधानं भवति तेषां विधानं पृथक् पाणिनिना तदर्थमेव कृतं, तत् समास अर्हतनिषेधार्थम् इति कृत्वा यत्र तत् तेन विशिष्टसूत्रैः यत् ये यत् षष्ठीविभक्तिविदं रूपं सिद्धं भवति तस्य समस्त रूपं न भवितुम् अर्हति. अत्र मातुः स्मरणम् इति कर्मणः अभिवक्षायां पूर्ववत् अस्ति. यदि पृथिवीतानाषष्ठी इति कर्मणः अभिवक्षायाम् अस्ति किन्तु अत्र स्मरणम् इति अधिकर्त इति सूत्रे अस्ति इति कृत्वा तत्र समासः निषिध्यते. किन्तु यदि वयं कारकस्य अवक्षा अस्ति तत्र प्रति अत्र सूत्रं प्रपाद्य मातुस्मरणम् इत्यादि रूपं भवितुमर्हति इत्येव मुख्यविषयम् अस्ति. अधुना तत्प्रति किं करपत्रे दत्तमस्ति तत् पठित्वा अग्रे पश्यामः किम् अस्ति इति. तत्र उषाभगिनी पठतु भगिनि शेषे षष्ठी षष्ठीशेषे इति सूत्रेण. आम् आम् महोदय. शेषष्ठी षष्ठीशेषे इति सूत्रेण या षष्ठिविभक्तिः विहिता भवति सा शेषष्ठी इति नाम्ना ज्ञायते. इयं षष्ठी सम्बन्धसामान्ये भवति नो चेत् कारकाणाम् अविवक्षायां. यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठी विहिता अस्ति. यथा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठी विहिता अस्ति. कारकाणाम् अविवक्षायामपि शेषषष्ठी भवति यस्याः नाम अस्ति कारकषष्ठी इति. यथा मातुः स्मरति इति कारकषष्ठी. वयं महोदय चर्चितवन्तः शेषषष्ठी षष्ठीशेषे इति सूत्रेण द्विविधा षष्ठी भवितुम् अर्हति. प्रथमं सम्बन्धषष्ठी इति सम्बन्धसामान्ये भवति. सम्बन्धसामान्ये षष्ठीविधानं भवति. राज्ञः पुरुषः इति वयं ज्ञातवन्तः. राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्ठीविहिता भवति. स्वस्वामिभावसम्बन्धः अस्ति. षष्ठीसमासः भवितुम् अर्हति. षष्ठी अपि राज्ञः पुरुषः राज्ञः इति षष्ठीविभक्तिः भवति. राज्ञः पुरुषः इति सम्बन्धसामान्ये अस्ति. षष्ठीशेषे इति सूत्रेण कारक अविवक्षायाम् अपि षष्ठी भवितुम् अर्हति. यथा मातरं स्मरति इति वक्ता न इच्छति चेत् वक्तुं न इच्छति चेत् मातरं तस्य स्थाने मातुः अपि कर्ता वक्तुम् इच्छति. मातुः स्मरति इति कारकषष्ठी. कारकषष्ठी षष्ठीशेषे इत्यनेन कारकषष्ठी इति भवति. यथा एकः दृष्टान्तः कारकषष्ठी इति विषये कुमारसम्भवात्. न केवलं यः महतः अपभाषते शृणोति तस्मादपि यः स पापभाक्. न केवलं यः महतः अपभाषते शृणोति तस्मादपि यः स पापभाक्. फार् इट् इस् नाट् ओन्ली द पर्सन् हु टाक्स् इल् आफ़् ग्रेट् मेन् वुड् गेट् द सिन् बट् आल्सो दोस् हु आर् लिसनिङ्ग् टु सच् बेस्लेस् चार्जस्. अस्मिन् श्लोके महतः इति षष्ट्यन्तस्य प्रयोगः दृश्यते. अत्र महतः इत्यत्र या षष्ठी अस्ति सा कर्मणः अविवक्षायां कृता अस्ति. कर्मणः विवक्षायां तु न केवलं यः कर्मणः विवक्षायां तु न केवलं यः महान्तम् अपभाषते शृणोति तस्मादपि यः सः पापभाक् इति स्यात्. कुमारसम्भवात् उदाहरणं दत्तं. यः महतः इति महतः इति दत्तं, महतः इति षष्ठीविभक्तिः भवति. आक्चुलि इट् शुड् बि महान्तम् अपभाषते. महान्तम् अपभाषते इति नार्मल् प्रयोग. वाट् टु ऐ से, इट्स् वेरि डिफिकल्ट् समटैम्स् टु गेट् द वर्ड्स् महोदय. इट्स् नार्मलि विषये महान्तम् अपभाषते, बट् अत्र कारक अविवक्षायां षष्ठी विधीयते. महान्तम् इन्स्टेड् आफ् महान्तं महतः साधारणरूपेण महान्तं भवति. बट् कर्तुः महान्तम् इति वक्तुं न इच्छति, सो अविवक्षायां द्वितीयाविभक्तिस्थाने षष्ठीविभक्ति प्रयोगं भवति. कारक अविवक्षायां महतः इति दृश्यते. अग्रे पठामि वा महोदय. तत्र महतः अपभाषते, महान्तम् अपभाषते इति अस्ति. तत्र महन्त शृणोति अपि अस्ति, महतः शृणोति उभयत्र. या अपभाषते अथवा शृणोति तस्मादपि स पापपाक् भवति इति पठतु. प्रतियोगिषष्ठी कृत्योगे षष्ठी. कृत्योगे षष्ठी नाम सा या विहिता भवति कृदन्तपदस्य योगे, अर्थात् या षष्ठी विहिता भवति कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि इत्याभ्यां सूत्राभ्यां. द्वितीयविध षष्ठी भवति कृत् योगे षष्ठी. कृदन्तपदस्य योगेन षष्ठी विहितः भवति, कृदन्तपदस्य योगेन कर्तृ अथवा कर्म अपि षष्ठीविभक्तेन भवितुम् अर्हति. उभयप्राप्तौ कर्मणि कर्तृकर्मणोः कृति इति सूत्राभ्यां षष्ठी विधीयते. साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमा विभक्तिः भवति. प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीया विभक्तिः भवति. एवमेव प्रत्ययेन उक्तं चेत् कर्मणः प्रथमा विभक्ति भवति, नो चेत् द्वितीया विभक्तिः भवति. परन्तु कृदन्तपदस्य योगे अयं नियमः न पाल्यते. यदा कर्म च अनुक्तं भवति प्रत्ययेन, किमर्थम् अयं नियमः न पाल्यते? अयं नियमः न पाल्यते यतोहि अत्र अपवादत्वेन कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि चेति सूत्रद्वयं वर्तते. कृत्योगे कर्तुः तृतीयां बाधित्वा षष्ठीविभक्तिः विधीयते, अपि च कर्मणः द्वितीयां बाधित्वा षष्ठीविभक्तिः विधीयते. अग्रे कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि चेत् अनयोः विवरणम् अग्रे दीयते. साधारणतया कर्ता प्रत्ययेन उक्तः चेत् कर्तुः प्रथमा विभक्तिः भवति. अहम् उदाहरणेन नृपः जनान् रक्षति. नृपः जनान् रक्षति इत्यत्र रक्षति इति तिङ् प्रत्ययेन कर्ता उक्ता भवति. कर्ता उक्तः भवति तत्कारणात् नृपः इति प्रथमा विभक्तिः भवति. यतोहि रक्षति इति रक्षन्ति इति चेत् नृपाः कर्ता अपि नृपाः भवति. तत्कारणात् विषये कर्ता उक्ता भवति, प्रथमा विभक्तिः भवति. कर्ता प्रथमा विभक्तिः भवति. प्रत्ययेन कर्ता अनुक्तः चेत् तस्य तृतीया विभक्तिः भवति. नृपेण जनान् रक्ष्यन्ते, नृपेण जनान् रक्ष्यन्ते, नाट् जनान्, जनाः, नृपेण जनाः रक्ष्यन्ते, नृपेण जनाः रक्ष्यन्ते इति वाक्ये रक्ष्यन्ते इति आत्मनेपति कर्मणि प्रयोगं भवति. कर्मणि प्रयोगे इत्यत्र कर्मणि प्रयोगे इत्यनेन आत्मनेपति रक्ष्यन्ते इति कर्मणि प्रयोगं भवति. रक्ष्यन्ते सो जनाः रक्ष्यन्ते बै हूम् इत्यनेन प्रत्ययेन कर्ता अनुक्तः भवति अत्र, बिकास् रक्ष्यन्ते इति रक्ष्यते इति चेत् जनः रक्ष्यते इति भवति. द कर्म गेट्स् द प्रथमा विभक्ति बिकास् इट्स् कर्मणि भवति. सो देन् कर्ता इस् तृतीया विभक्ति, प्रत्ययेन कर्ता अनुक्तः अत्र. कृतयोगे कर्तृकर्मणोः कृति इत्यत्र रक्षणम् इति लुडन्तपदं कर्त्रार्थे भवति. रक्षणम् इति पदं लुडन्तकृत् पदं कृदन्तपदं भावार्थे अस्ति यतोहि क्रिया द्योतयति. रक्षणम् इत्यत्र रक्षणक्रिया द्योतयति. रक्षणम् इत्यत्र कर्ता अपि न उक्ता भवति, कर्म अपि न उक्ता भवति. तत् कारणतः कर्तृ अथवा कर्म षष्टिविभक्ति भवितुम् अर्हति. कर्तृकर्मणोः कृति इत्यनेन कर्ता अथवा कर्म भवितुम् अर्हति. नृपेण जनानां रक्षणम् इति भवितुम् अर्हति. कर्तृकर्मणोः कृति इत्यत्र नृपेण कर्तृ अथवा कर्म तत् समीचीनमेव रक्षणं नृपेण जनानां रक्षणम् एकरूपम् कर्मणः न न महोदय ऐ थाट् वि हेव् टु से ईदर् नृपस्य रक्षणम् अथवा जनानां रक्षणम् इत्येव भवितुम् अर्हति. ओन्लि इफ् ऐ से नृपेण जनानां रक्षणं देन् इट् इस् उभयप्राप्तौ कर्मणि इत्येव कर्म भवितुम् अर्हति. सो वि से नृपेण बिकास् बोत् कर्ता अण्ड् कर्म इफ् ऐ हेव् प्राप्तं चेत् कर्म एव षष्टिविभक्तिः भवितुम् अर्हति. नृपेण जनानां रक्षणम् तत्र भगिनि तत्र जनानां रक्षणम् इति उभयप्राप्तौ कर्मणि इति सूत्रेण नित्यरूपेण कर्मणः षष्टिः भवति. कर्ता इति शब्दस्य कर्तृशब्दस्य विवक्षारूपेण तृतीया भवितुमर्हति, नो चेत् षष्ठी भवितुमर्हति. आम् महोदय, नृपेण जनानां रक्षणं अपि भवितुम् अर्हति. नृपेण जनानां रक्षणं शेषे विभाषा इत्यनेन देन् बोत् केन् बि षष्ठी टु. Oh, that is not given here. Okay. अत्र परिचयते दत्तं नास्ति महोदय. उभयप्राप्तौ कर्मणि कर्तृकर्मणोः कृति इत्यनेन सूत्रेण कृत् प्रयोगे अनुक्ते कृत् प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्ठीविभक्तिः भवति. ओके, इत्यनेन सूत्रेण कृत् प्रयोगे अनुक्ते कर्तरि कर्मणि च षष्ठीविभक्तिः भवति. अर्थात् कृदन्तपदस्य योगे वाक्ये अनुक्तस्य कर्तुः कर्मणः च षष्ठीविभक्तिः भवति. अनुक्तः नाम प्रत्ययेन न उक्तं चेत् यथा कर्तृकर्मणोः कृति इत्यनेन कर्म प्रथमः कर्तुः षष्ठी, द्वितीय कर्मणः च षष्ठी इत्यस्य उदाहरणम् अग्रे उक्तम्. ओके, कर्तुः षष्ठी, कृष्णस्य कृतिः इति उदाहरणवाक्यम्. अत्र कृतिः इति तिन् प्रत्ययान्तशब्दः भावार्थे विहितः अस्ति. भावः नाम क्रिया इति अर्थः. यदा प्रत्ययः भावार्थे विधीयते तदा तेन प्रत्ययेन कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति. कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति. कृतिः इति कृदन्तेन कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति कृतिः इति कृदन्तेन, यतोहि कृतिः इति कृदन्तं भावार्थे अस्ति. कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः षष्ठीविभक्तिः जाता कर्तृकर्मणोः कृति इत्यनेन सूत्रेण. अतः एव अनुक्तः कर्ता तृतीयां न प्राप्नोति अपि तु षष्ठीं प्राप्नोति. एवञ्च कृष्णस्य कृतिः इति वाक्यं जातम्. एकमेकं वाक्यं पठित्वा अहं वदामि महोदय. कृष्णस्य कृतिः इति उदाहरणवाक्यं. कृष्णस्य कृतिः, अत्र कृतिः इति तिन् प्रत्ययान्तशब्दः भावार्थे विहितः अस्ति. कृतिः, कृष्णस्य कृतिः इति वाक्ये कृतिः इति भावार्थे विहितः अस्ति. भावः नाम क्रिया इति अर्थः. कृतिः इति शब्देन क्रियां द्योतयति, सो भावार्थे अस्ति. यदा प्रत्ययः भावार्थे विधीयते, तिन् प्रत्ययः अत्र भावार्थे विधीयते, तदा तेन प्रत्ययेन कर्ता अपि अनुक्तः भवति. तिन् प्रत्ययेन भावार्थे अस्ति इत्यतः कर्ता अनुक्तः अस्ति, कर्म अपि अनुक्तं भवति. कृष्णस्य कृतिः इति वाक्ये कृष्णः कर्ता, सः अनुक्तः अस्ति, कृतिः इति कृतन्तेन, यतोहि कृतिः इति कृदन्तं भावार्थे अस्ति. कर्ता अनुक्तः भवति यतोहि कृतिः इति कृदन्तपदं भावार्थे अस्ति. भावार्थे अस्ति इत्यतः कर्ता न द्योतयति. कृष्णः इति कर्ता इति न द्योतयति. तत्कारणतः कर्ता अनुक्तः भवति, कर्म अपि अनुक्तः अत्र. कृतिः इति कृदन्तस्य योगे अनुक्तस्य कर्तुः षष्ठीविभक्तिः भवति कर्तृकर्मणोः कृति इति सूत्रेण. अतः एव अनुक्तः कर्ता तृतीयां न प्राप्नोति अपि तु षष्ठीं प्राप्नोति. अत्र कृष्णस्य इति षष्ठीविभक्तिः दृश्यते. एवं च कृष्णस्य कृतिः इति वाक्यं जातम्. ओके, धन्यवादः. मम भगिनी पठति वा? शृणोति वा? कर्मणः षष्टिः न कृष्णः जगतः कर्ता इति उदाहरणं वाक्यम्. अस्मिन् वाक्ये कर्ता इति कृतन्तपदं तत्र सेविहितम्। अतः कर्ता इत्यनेन कृदन्तपदेन कृष्णः यः वाक्ये कर्ता उक्तः भवति। अतः उक्तस्य कृष्णस्य प्रथमा विभक्तिः जाता तृतीया बाधित्वा। जगतः इति कर्मपदं केनापि प्रत्ययेन नोक्तम्। अनुक्तस्य कर्मणः षष्ठी विभक्तिः जाता कर्तृकर्मणोः कृतिः इत्यनेन सूत्रेण द्वितीयां बाधित्वा, यतोहि कर्ता इति कृदन्तस्य योगः अस्ति कर्मणः जगतः। अत्र कृष्णः जगतः कर्ता इति वाक्यम् उदाहरणार्थं कर्मणः षष्ठिः इत्यर्थं दत्तम्। अस्मिन् कर्ता कृष्णः उक्तम्, जगतः प्रथमाविभक्तिः अस्ति, कृष्णः प्रथमाविभक्तिः अस्ति, प्रथमाविभक्तिः जाता तृतीयां बाधित्वा। ओके, कृष्ण वै इति तृतीयां बाधित्वा, कृष्णस्य प्रथमाविभक्तिः जाता तृतीयां बाधित्वा, कृष्णः कृष्णः जगतः कर्ता, कृष्ण इस् दि कास् आफ् दि यूनिवर्स्। न भगिनि, तत्र कर्ता इति कृदन्तपदं कर्त्रार्थं विहितमपि, यत्र कर्ता उक्ता भवति तत् प्रथमा भवति। नो, ऐ डिन्ट् अण्डर्स्टाण्ड्। न, यत्र बालकः ग्रामं गच्छति, अत् गच्छति इति लिङ्गन्तं कर्ता उक्त अस्ति न, कर्तार्थे। तत्र बालकः इति प्रथमविभक्ति भवति कर्ता उक्त इति कृत्वा। एवंविध कृष्णः जगतः कर्ता इति कर्ता इति कृदन्तम् अस्ति चेदपि, तान्तपदमस्ति चेदपि, तत्र कर्त्रार्थं द्योतयति इति कृत्वा कर्ता प्रथमाविभक्तिं भवति इति कृत्वा कृष्णः इति कृदन्तपदम्। यतोहि किम् अस्ति, भावार्थे साधारणतया कर्ता तृतीया भवति न, कृष्णेन जगतः जगतः कृता इति वक्तुं शक्यते। तत्र किम् अस्ति, कर्ता उक्त्वा इति कृत्वा स्वीक्रियते चेत्, यदि विवक्षा अस्ति सर्वं, यदि कर्ता इति विवक्षा वयं कर्ता उक्त्वा इति स्वीक्रियते चेत् तत्र कर्ता प्रथमा विभक्ति भवति। यदि विवक्षा नास्ति तत्र किमस्ति, भावार्थे स्वीक्रियते चेत् कर्ता कृदन्तं कर्तार्थे नास्ति भावार्थे अस्ति कृत्वा कर्म उक्त्वा भवति। तत्र कर्मपदं प्रथमाविभक्तिं भवति न तु कर्तृपदम्। तत्र कृष्णेन जगतः कृतः इति भवति, तद् बाधित्वा कर्म कर्मकर्मणौ कृति जगत् प्रथमाविभक्ति चेत् कृष्णेन जगत् कृतः इति जगत् कृता इति भाववाक्ये कर्मणि नास्ति, कृतं भवति। अत्र कर्ता अस्ति, कृतं कृतं नास्ति, कर्ता अस्ति, पदवी भावार्थे अस्ति न महोदय। कर्ता इति कर्तृ इति कर्तृ तृच् प्रत्ययेन, तृच् प्रत्ययेन कर्त्रार्थे अस्ति, तत्कारणात् कृष्णः इति प्रथमा विभक्तिः भवति। इस् वाट् ऐ थाट्। कर्ता इति तृच् कर्तृप्रत्ययेन कर्तृ इति पदेन प्रथमा विभक्तौ कर्ता, कर्ता कर्तारौ कर्तारः लैक् नेता नेतारौ नेतारः सो तृच् प्रत्ययेन कृष्णेन जगत् कृता इति समीचीनं भवति कृष्णेन वाट् इस् देट् महोदय कृष्णेन कृष्णेन जगत् कृता बट् जगत् कृता कृता इस् त प्रत्ययान्तेन बट् देन् कृता मीन्स् फेमिनिन् रैट् स्त्रीलिङ्गं नो लैक् इफ् इट् इस् न्यूटर् देन् यु केन् से कृतं रैट् जगत् न्यूटर् इस् मीन् या कृतं दट्स् वाट् ऐ वुड् से बट् बट् कृतं महोदय बट् देन् द अदर् डे त प्रत्ययान्तशब्देन डिफ्रेण्ट् रूल् रैट् देर् इस् अ निषेध देर् सो भगिनी वास् सेयिङ्ग् त प्रत्यय एक्साम्पल् शी डिन् वाण्ट् अस् टु डू रैट् न लो लव् लोकान् समथिङ्ग् लैक् देट् शी सेड् हियर् कृष्णः जगतः कर्ता अहम् अतः उक्तस्य कृष्णस्य प्रथमा विभक्ति जाता कर्ता इति प्रथम इति कर्त्रार्थे अस्ति तृच् प्रत्यय कर्त्रार्थे भवति तृच् इति कृत् प्रत्यय कर्त्रार्थे भवति कर्त्रार्थे भवति इत्यतः कर्ता इत्यनेन कृष्णः इति प्रथमा विभक्तिः भवति कृष्णः कर्ता अत्र द मेन् थिङ्ग् विच् वी आल् हव् टु रिमेम्बर् इस् दट् वाट् इस् वाट् इस् धातु वाट् इन् वाट् विवक्षा वी आर् यूसिङ्ग् इट् कर्मार्थे भवति वा कर्मार्थे भवति वा भावार्थे आम् महोदय तदेव मुख्यविषयः अत्र कर्ता इति कर्त्रार्थे अस्ति इति कृत्वा प्रथमा विभक्ति कृष्णः इति उक्ता भवति कर्ता कृष्णः उक्ता भवति उक्ता भवति तृतीयं बाधित्वा इति लिखितम् अस्ति तृतीयं बाधित्वा या बिकास् इट् इस् उक्ता कृष्णेन जगत् कृतम् इफ् यु से देट् जगत् इस् द वन् देट् इस् गोयिङ्ग् वित् द कृतं नाट् कृष्ण सो अत्र अत्र कृष्णेन इस् ओके किया कृष्णेन जगत् कृतं देर् द सेण्टेन्स् इस् ओके बिकास् कृतम् इस् त प्रत्ययान्तशब्द दट् गोस् वित् इट् इण्डिकेट्स् द जगत् नाट् कृष्ण उमाभगिनी वी शुड् नाट् कन्फ्यूस् बिट्वीन् कान्तम् अण्ड् तृच् प्रत्यय बट् बोत् वि लुक् लैक् कर्तः कर्तं कर्तः कृतं कर्ता कर्ता कर्तारौ कर्तारः कर्ता यदि तृच् प्रत्यय अस्ति कर्ता यत् कर्ता इस् अ त्रिजन्तं न आं महोदय सो कर्ता प्रथमा पुल्लिङ्गम् अस्ति चेत् कर्ता इति भवति वा नो नो कर्ता इति पुल्लिङ्ग पुल्लिङ्ग कर्ता कर्तारो कर्तारः कर्ता कर्तारो कर्तारः यदि स्त्रीलिङ्गम् अस्ति चेत् श्रीलिङ्गमस्य तृच् प्रत्यय इट्सेल्फ् विल् बिकम् कर्त्री देन् नदी नद्यो नद्यः कैण्ड् आफ् What is the vivaksha of the kartrupad? I mean, karma, dhatu. Krityojenena, whether it is kartan sujeti va, karman, karma, karma uttavati va, bhavarte bhavati va, it is manasi asti chet, eva, vakyas prashta bhavati, vakyasya. Karta uttava chet pradama, karma uttava chet karma pradama, bhavarte chet, कर्ता तृतीया कर्म एव प्रथमा एव इति अस्ति किन्तु कर्तृकर्मणो कृति इति सूत्रेण किम् अस्ति कृत्प्रत्ययान्तयोजनेन तत्र तिङन्तः नास्ति, कृतन्तमस्ति. अत्र कृत्कर्मणः कृति इति सूत्रेण उभयप्राप्तिः भवति. कर्तारम् अपि कर्तृपदमपि षष्ठी भवितुमर्हति, कर्मपदमपि षष्ठी भवितुमर्हति इति अस्ति. अत्र कर्मणषष्टिः इति उदाहरणे किमस्ति, जगतः कर्ता इति कृदन्तं, जगतः इति कर्मणा उक्तमस्ति, जगतः इति षष्टिः भवति. अत्र कर्मणः उक्त्वा कृदन्तेन कर्म उक्तं भवति इति कृत्वा इत्यनेन सूत्रेण द्वितीयं बाधित्वा, यतोहि कर्ता इति कृदन्तस्य योगे अस्ति कर्मणः जगतः इति अन्तिमवाक्यं. तत्र द्वितीयं द्वितीयं यदि कर्मपदं साधारणतया द्वितीया भवति न कर्मपदं, तद् बाधित्वा तत्रापि षष्टिविभक्तिभेदि कृत्कर्मणो भवति इति सूत्रेण. भगिनि अत्र कृष्णः जगतः कर्ता इति वदति चेत् कृष्णः इस् प्रथमा विभक्ति बिकास् अत्र कर्मपदमेव षष्ठी भवति. कृष्णेन इति तृतीया स्थाने कृष्णः प्रथमा आगच्छति, रैट्? जगतः इति कर्मपदं केनापि प्रत्ययेन न उक्तम्. अनुक्तस्य कर्मणः षष्टि विभक्ति जातम्. अनुक्तस्य कर्मः, इफ् यु लुक् एट् द वर्ड् कृत् कर्ता, कर्ता जस्ट् कर्ता मीन्स् फर्स्ट् लेट् मी अण्डर्स्टाण्ड् वाट् इस् अनुक्तस्य. अनुक्तस्य मीन्स् वेर् द वर्ब् डस् नाट् जायिन् दि कर्ता आर् कर्म, सो देन् इट् बिकम्स् अविच् अविवृक्ष आर् अनुक्तम्. रैट्? रैट्. क्रियापदम् इस् कर्तारं कर्तृपदमस्ति, कर्त्रार्थे अस्ति वा, कर्मार्थे अस्ति वा, भावार्थे अस्ति वा इति प्रथमं द्रष्टव्यम्. अत्र कृष्णः कर्ता इति वदति चेत् उक्तः कृष्णः, वेरस् कर्मपदम् इस् नाट् जायिनिङ्ग् दि वर्ब् हियर् देर् इस् नो वर्ब् बिकास् इट् इस् ए कृदन्तपदं, सो दट् इस् कर्ता इति कर्तारं सूचयति इति कृत्वा कर्मणः अनुक्तं भवति कर्मपदस्य. अनुक्तस्य षष्टिः भवति. तदनन्तरम् उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत् प्रत्यये तत्र कर्मण्येव षष्टिः स्यात्. उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता कर्म च अपि अस्ति कृदन्तस्य योगे तत्र उभयप्राप्तिः भवति. अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः कृदन्तस्य योगे, परन्तु कर्ता कर्म च उभयमपि अनुक्तमस्ति. ओके, बिकास् इट् इस् कृदन्तपदं, सो इट् डस् नाट् क्वालिफै एनिथिङ्ग् पर्सनलि, सो दट् इस् वै इट् बिकम्स् उभयमपि अनुक्तम्. दट् इस् कर्ता अण्ड् कर्म बोत् अपि अनुक्तम् इत्यनेन तदा कर्मणः एव षष्टिः इति उभयप्राप्तौ कर्मणि. सो अत्र कर्ता कर्म द्वयोः अपि न उक्तं चेत् षष्टी विभक्तिः कर्मपदमेव षष्टी विभक्ति सूचयति, षष्टी विभक्त्या सूचयति. सो कर्ता इति जस्ट् अस्ति, सो कर्मपदमेव अभिप्राप्तो कर्मणि इति उभयप्राप्तो कर्मणि इति सूत्रस्य एकं वार्तिकं पठितं शेषे. अनेन वास्तिकेन सम्पूर्णपरिच्छेदं पठित्वा तदेव I am testing myself whether I am understanding. Again, I am testing myself. इत्यनेन उभयप्राप्तो कर्मणि इत्यनेन सूत्रेण उभयोः प्राप्तिः यस्यां कृत्कृत्ये तत्र कर्मण्येव षष्ठी स्यात्. उभयप्राप्तिः नाम यस्मिन् वाक्ये कर्ता अपि च कर्ता कर्म च अपि अस्ति कृदन्तस्य योगे तत्र उभयप्राप्तिः भवति. अर्थात् यदा वाक्ये कर्तृकर्मणोः प्राप्तिः कृदन्तस्य योगे, परन्तु कर्ता कर्म च उभयमपि अनुत्तमस्ति तेनापि प्रत्ययेन तदा कर्मणः एव षष्टिः भवति उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण. उभयप्राप्तौ कर्मणि 2366 इति सूत्रप्रसङ्गे एकं वार्तिकं पठितमस्ति. शेषे विभाषा इति अनेन वार्तिकेन उच्यते यत् कर्तुः अपि षष्टी भवति विकल्पेन. कर्तुः अपि विकल्पेन षष्टिः भवति. ओके, अतः यत्र उभयप्राप्तिः अस्ति तत्र कर्मणः षष्टिः नित्यं भवति. ओके, कर्मणः षष्टिः भवति, कर्तुः विकल्पेन भवति. कर्तुः एकस्मिन् पक्षे क्रिया भवति, अपरस्मिन् पक्षे षष्टिः भवति. कर्मणः नित्यमेव षष्टिः जायते. वेरि गुड्. सो नौ वाट् ऐ अण्डर्स्टाण्ड् इस् सो उभयप्राप्तौ कर्मणि इति सूत्रेण यत्र कर्ता कर्म च अनुक्तं भवति तत्र कर्म एव षष्ठी भवति. सूत्र वार्तिकेन शेषे विभाषा इति वार्तिकेन कर्तुः अपि षष्ठी भवति विकल्पेन. सो एकं एकस्य पक्षे तृतीया, अपरस्य पक्षे षष्ठी कर्ता भवति. किन्तु कर्मणः सर्वदा षष्ठी एव भवति. अत्र उभयप्राप्तौ कर्मणि इति सूत्रे उभयप्राप्तौ इति वाक्ये किं सूचय वाक्येन किं सूचयति? उभयप्राप्तौ इति चेत् कर्म कर्ता कर्म द्वयोः अनुक्तं भवति इति. कर्ता च कर्म च अनुक्तं भवति चेत् उभयप्राप्ति षष्ठी उभयप्राप्तिः भवति कर्तकर्मणो कृति इति सूत्रेण. अत्र कृदन्तपदप्रयोगः कृतियोगे एव न कर्तृकर्मणो कृति इति कृति इति कृदन्तयोगेन कर्ता कर्तृपदस्य अथवा कर्मपदस्य षष्ठी भवति इति सूत्रं वदति. यत्र उभयप्राप्तिः अस्ति कर्ता एवं कर्म तत् उभयस्य षष्ठीविहिता भवति. तत्र कर्मणि इति सूत्रेण किं वदति? कर्म नित्यं भवति, कर्तृ विवक्षाम् अस्ति. षष्ठी विभक्तौ कर्मपदमेव षष्ठी सर्वदा भवति विकल्पेन. कर्ता अपि षष्ठी भवति विकल्पेन. अत्र उदाहरणं पठतु. उदाहरणं यथा बालकेन पुस्तकस्य पठनम् इति उदाहरणवाच्यं बालकेन. अत्र चिन्तया बालकेन पुस्तकस्य पठनम् इति अस्मिन् पठनम् इति सुदन्तपदं अस्मिन् वाक्ये कर्तातः कर्म किम् इति कथम् जानीमः? तदर्थं साधारणवाक्यं लटि कल्पनीयं सुदन्तपदस्य स्थाने बालकः पुस्तकं पठति इति सामान्यवाक्यं भवति लटि. अस्मिन् वाक्ये पुस्तकं कर्म अस्ति, बालकः कर्ता अस्ति. एवमेव बालकेन पुस्तकस्य पठनम् इति वाक्ये बालकः कर्ता पुस्तकम् इति कर्म अस्ति. पठनम् इति कृदन्तपदं पठनम् इति कृदन्तं ल्युट् प्रत्ययान्तम् अस्ति. ल्युट् प्रत्ययः भावार्थे विधीयते सामान्यतया. अतः अनेन लुडन्तेन कर्ता अपि अलुप्तः कर्म अपि अलुप्तं भवति. दट् इस् पठनम् इति चेत् लुप्तृत्यः योजनेन पट्लु पट् इति धातु धातु तस्य लुप्तृत्यः योजनीयं तत्र पठनमिति कृदन्तपदं भविष्यति. अत्र बालकेन पुस्तकस्य पठनम् इति भवति वदति चेत् अत्र कर्ता कः कर्म कः इति किञ्चित् संशयं भवति. तदर्थं प्रथमे साधारणवाक्यं लट् वाक्यं सामान्यवाक्यं वदति चेत् बालकः पुस्तकं पठति इति वदति. सो बालकः कर्ता पुस्तकं कर्म पठति इति तिङन्तपदं. सो अत्र पुस्तकं कर्म अस्ति, बालकः कर्ता अस्ति. बालकेन पुस्तकस्य पठनम् इति वाक्ये बालकः कर्ता पुस्तकम् इति कर्म अस्ति, पठनम् इति कृदन्तपदम्. सो दट् लट् वाक्यं यु अप्लै टु कृदन्तवाक्यं. सो लुप्रत्ययः भावार्थे विधीयते. भावार्थे विधीय भावार्थे मीन्स् कर्म कर्म नास्ति तदेव भावार्थः खलु. भावार्थे मीन्स् कर्म उक्तं कर्म क्रिया द्योतयति क्रियां द्योतयति क्रियां द्योतयति पठनम् इति क्रिया पठनम् इति पठनं पठनम् इति वाक्यं पठनं पठनक्रियां द्योतयति. नो भावार्थे इति चेत् वट् मीन् भावार्थे मीन्स् वेर् देर् इस् नो कर्म दट् इस् भावार्थ. सो सः हसति बट् क्रियां द्योतयति दट् इस् भावप्रयोग क्रियाम् एव द्योतयति न तु कर्ता न तु कर्म. ओ सुक्रिया एव सूचयति. ओके ओके यदि यदि शयनम् इति वाक्यं स्वीक्रियते चेत् केवलं कर्मं सूचयति न कर्म क्रिया सूचयति न तु कर्मपदम्. बालकस्य बालकस्य उदाहरणं किमस्ति बालकेन पुस्तकस्य पठनं इति वाक्यम् अत्र पठनम् इति लुडन्तं भावार्थे अस्ति कृत्वा पठनम् अस्ति न कर्म उक्त्वा न कर्ता उक्त्वा. किन्तु साधारणतया कर्म भावार्थे किम् अस्ति बालके बालकेन पुस्तकः पठ्यते इति भवति न पुस्तकं पठ्यते पुस्तकं पठ्यते अत्र पठ्यते इति स्तरे कर्म क्रियापदं किम् अस्ति पठनम् इति क्रियापदं कर्तुं तत्र पठनम् इति न कर्ता उक्त्वा न कर्म उक्त्वा इति कृत्वा कर्तृकर्मणो कृति इति सूत्रेण किं भवति कर्मणि पुस्तकस्य भवति पुस्तकम् इति पदस्य षष्ठी भवति कृत्वा पुस्तकस्य पठनम् इति भवति. किन्तु बालकेन इति तृतीयाम् अस्ति न तत्र उभयप्राप्तौ तत्र उभयप्राप्तौ कर्मणि इति सूत्रेण बालकस्य पुस्तकस्य पठनम् अपि साधु इति अस्ति. कर्तु बालकस्य कर्तृकर्मणो कर्तृकर्णयोः तृतीया इत्यनेन तृतीया जाता इति लिखितमस्ति. शेषे विभाषा इत्यनेन एव बालकस्य पुस्तकस्य पठनं महोदय. उभयप्राप्तौ कर्मणि इत्यनेन बालकेन पुस्तकस्य पठनं वार्तिकेन भवति न शेषे शेषे विभाष इत्यनेन बालकस्य पुस्तकस्य पठनं दट् इस् बै शेषे विभाषा बट् अत्र उभयप्राप्तौ कर्मणि बालक कर्ता अपि कर्म अपि न उक्ता उभयप्राप्तौ कर्मणि कर्ता अपि प्राप्ता कर्म अपि प्राप्तः बट् न उक्ता सो कर्म एव षष्ठी भवितुम् अर्हति उभयप्राप्तौ कर्मणि इत्यनेन पुस्तकस्य पठनं बालकेन पुस्तकस्य पठनं नो नो दे दे आर् गोण्ट् टु से इट् लेटर् ऐ थिङ्क् इट् विल् इट् इस् अप्लिकबल् बट् देन् लेटर् दे विल् से इट् दे हेव् यद्यपि उभयप्राप्तकर्मणि इत्यनेन सूत्रेण यद्यपि उभयप्राप्तौ कर्मणि इत्यनेन सूत्रेण तु कर्मणा एव षष्ठी चेते न तु कर्तुः तथापि केचन वैयाकरण मन्यते यत् अत्र शेषे विभाषा इति वार्तिकेन कर्तुः अपि विकल्पेन षष्ठी भवति इति एकस्मिन् पक्षे कर्तुः षष्ठी अपरस्मिन् पक्षे तृतीया कर्मणः तु नित्यं षष्ठी एव भवति एवं च अस्माकं वाक्यं भवति बालकेन अथवा बालकस्य इति शेषे विभाषा इति वार्तिकदलेन बालकेन पुस्तकस्य पठनम् अथवा बालकस्य पुस्तकस्य पठनम् इति कृद्योगे चिन्तनं कथं स्मरणीयम् इत्यस्य विषये या चर्चा अस्माकं वर्गेषु कृता तस्य विवरणम् अस्मिन् करपत्रे दत्तमस्ति नूतनकरपत्रं स्थापितं भगिनि So whether it is applicable or not is still in Sarsa, not finalized, you see? Both are okay for us, Bhagini. Only for the grammarians it is. Only for the Vyakaranas they have the problem. It's a small listing, Karapatram, let us go through that. किम् उक्तवती कृद्योगे विभक्तिचिन्तनं प्रत्ययः भावार्थे चेत् प्रत्ययः कृत् प्रत्ययः भावार्थे चेत् प्रत्ययः इत्युक्ते कृत् प्रत्ययः भवितुमर्हति तिङ् प्रत्ययः अपि भवितुमर्हति भावार्थे चेत् भावार्थे एते प्रत्ययाः भवन्ति ल्युट् तिन् घञ् इत्यादयः भावः नाम धात्वार्थः क्रिया इत्यर्थः प्रत्ययाः भावार्थे भवन्ति चेत् कर्ता कर्म च द्वयमपि अनुक्तं भवति प्रत्ययेन प्रत्ययाः भावार्थे भवन्ति चेत् कर्तृकर्मणो कृति उभयप्राप्तौ कर्मणि चेत् एतयोः सूत्रयोः चिन्तनम् अग्रे उच्यते यदा बालकः गच्छति अस्मिन् वाक्ये क्रियापदस्य स्थाने भावार्थं प्रत्ययं स्थापयामः चेत् वाक्यं भवति बालकस्य गतिः तिङ् प्रत्ययान्तः गतिः इति तिङ्गान्तप्रत्ययः सदा स्त्रीलिङ्गे एव भवति तिङ् प्रत्ययः भावार्थे विहिता इत्यतः कर्ता अनुक्ता भवति अतः कर्तृकर्मणोक्ति इति सूत्रेण गतिः इति कृतन्तपदस्य योगे कर्तुः षष्ठी विहिता वर्तते यदि अस्मिन्नेव वाक्ये गतिः इति तिङ्गन्तप्रत्ययस्य स्थाने ल्युटन्तप्रत्ययं स्थापयामः चेत् वाक्यं भवति बालकस्य गमनम् इति तत्र गतिः गमनम् इति तत्र उभयत्र बालकस्य इति एव कर्ता विभक्ति कर्तुः विभक्ति यदि बालकः गच्छति इत्यस्मिन्नेव वाक्ये कर्मपदम् अपि योजयामः चेत् वाक्यं भवति बालकः ग्रामं गच्छति अस्मिन् वाक्ये क्रियापदस्य स्थाने भावार्थकं प्रत्ययं कृत् प्रत्ययं स्थापयामः चेत् वाक्यं भवति बालकेन अथवा बालकस्य ग्रामस्य गतिः अत्र कर्तृकर्मणो कृति इति सूत्रेण कर्तुः कर्मणा च षष्ठी भवति स्म परन्तु उभयप्राप्तौ कर्मणि इति सूत्रेण यदा वाक्ये कर्तृकर्मणा च प्राप्तिः भवति तदा कर्मणः एव षष्ठी इति उक्तत्वात् कर्तुः बालकस्य तृतीयपदस्य द्वितीयविभक्ति जायते परन्तु अग्रे शेषे विभाषा इत्यनेन वार्तिकेन तु कर्तुः बालकस्य षष्टिविकल्पेन भवति, अनेन कर्तुः षष्टी तृतीया च भवति। एतस्मिन् अस्मिन् चिन्तनक्रमे तिन् प्रत्यय इति प्रत्ययस्य स्थाने अन्यप् या प्रत्यय कोऽपि भावार्थकं प्रत्ययं स्थापयितुं शक्यते। यदि अन्यभावार्थकं प्रत्ययं यदा ल्युट् प्रत्ययान्तं स्थापयामः तर्हि वाक्यं समानरीत्या भवति, बालकेन ग्रामस्य गमनम् अथवा बालकस्य ग्रामस्य गमनम्। प्रत्ययः भावार्थे नास्ति चेत् केचन कृत्प्रत्ययाः यथा तृच् नुवल् इत्यादयः सामान्यतया कर्त्रार्थे एव भवति। पूर्व उदाहरणं कृष्णः जगतः कर्ता तृच् अस्ति। अन्ये केचन कृत्प्रत्ययाः सन्ति ये कर्मार्थे करणार्थे सम्प्रदार्थार्थे अपादानार्थे अधिकरणार्थे भवन्ति, यथा तप्रत्ययः कर्मार्थे भावार्थे च भवति। यदा प्रत्यया करकारकं बोधयन्ति तदा कर्तृकर्म कर्मादयः उक्ता भवन्ति प्रत्ययेन। प्रत्ययेन कारकम् उक्तं चेत् तस्य प्रथमा विभक्ति एव भवति। कर्त्रार्थे प्रत्ययः चेत् उक्तः कर्ता उक्तः भवति प्रत्ययेन इति कृत्वा कृत्वा कर्तुः प्रथमा विभक्ति जायते। प्रत्ययः कर्मार्थे चेत् कर्म उक्ता भवति प्रत्ययेन इति कृत्वा कर्मणः प्रथमा विभक्ति जायते। एवमेव अन्येषु अर्थेषु चिन्त्यम् प्रत्ययः भावार्थे विहाय अन्येषु अर्थेषु भवन्ति चेत् कर्तृकर्मणौ कृति उभयप्राप्तौ कर्मणि चेत् अन्ययोः सूत्रयोः चिन्तनम् अग्रे उच्यते। यदा बालकः पठति अस्मिन् वाक्ये क्रियापदस्य स्थाने कर्तृकं कृतं प्रत्ययं स्थापयामः चेत् वाक्यमेव भवति बालकः पाठकः। अत्र पाठकः इति बालकः इति पाठकः इति नुवल् प्रत्ययान्तशब्दः कर्तृत्वे अस्ति, अतः बालकः उक्ता भवति नूल् प्रत्ययादेन इति कृत्वा बालकस्य प्रथमा विभक्ति जातः। कर्ता उक्तु अस्ति नूल् प्रत्ययेन, श्रूयते वा? आं महोदय, नूल् युवोरणकौ इति सूत्रेण अप्रत्यय भवति तु बालकः पाठकः, बालकस्य प्रथमाविभक्तिः जातः इति कृत्वा बालकः इति प्रथमाविभक्तिः। पाठकः इत्यस्य स्थाने कृत् प्रत्ययान्तं स्थापयामः चेत् वाक्यस्य वाक्यमेव भवति बालकः पठिता इति। कृत् प्रत्ययान्तकर्तृत्वे इत्यस्य कर्ता उक्त्वा भवति प्रत्ययान्ते प्रत्ययेन। कर्ता उक्त्वा चेत् कर्तुः प्रथमा विभक्तिः भवति, तत्रापि बालकः एव तिष्ठति। बालकः पठिता, बालकः पाठकः। यदि पाठकः इति पठति बालकः पठति इति वाक्ये कर्मपदम् अपि योजयामः चेत् वाक्यमेव भवति बालकः पुस्तकं पठति। अस्मिन् वाक्ये क्रियापदस्य स्थाने कर्तृत्वं कृत् प्रत्ययान्तं स्थापयामः चेत् वाक्यं भवति बालकः पुस्तकस्य पाठकः, बालकः पुस्तकस्य पठिता। यतो पूर्वोक्तं तृक् प्रत्ययः नूल् प्रत्ययः च कर्त्रार्थे अस्तः इति कृत्वा बालकः उक्तः भवति। पुस्तकम् इति कर्म अनुक्तं भवति कृत् प्रत्ययान्तेन इति कृत्वा कर्तृकर्मणो कृति इति सूत्रेण पुस्तकस्य षष्टी जातः। एवं रीत्या सर्वत्र चिन्तनं कार्यं कृदन्तस्य योगे। अवगतं वा? अवगतं। नौ ओन्ली ऐ अण्डर्स्टाण्ड् द इम्पार्टेन्स् आफ् दिस् प्रत्यय। सो मच् वेरियेशन् कम्स् बिकास् आफ् दि प्रत्ययोजना। तदनन्तरं तृतीयमस्ति प्रतिपिधानविधा प्रतिविधानषष्टिः इति। कश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठी विभक्ति विधीयते सा प्रतिपदाना षष्ठी इति उच्यते. एवं पूर्वमुक्तम् अष्टाध्याय्यां ज्ञाविदर्थस्य करणे इति सूत्रात् आरभ्य व्यवहृप्रणोः समर्थयोः इति सूत्रपर्यन्तं सप्तसूत्राणि. एवं कृत्वार्थे प्रयोगे कालाधिकरणे इति सूत्रं योजयित्वा अष्टसूत्रैः प्रतिपदाना षष्ठी इति भवति. प्रतिपदाना षष्ठी इति उच्यते यतोहि सूत्रैः एव उच्यते कैः पदैः सह षष्ठी विधीयते. कृद्योगे या षष्ठी तत्पुरुषसमासः भवितुम् अर्हति. तं निषेधयितुम् एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम्. अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि, न तु षष्ठीविभक्तेः विधानार्थम्. यतः मातृस्मरणम् इत्यत्र मातृस्मरणम् इति षष्ठीसमासः न जायते. केन कारणेन? अधिगत येषां कर्मणि इति प्रतिपदविधानसूत्रम् अस्ति इति कृत्वा अत्र यानि सूत्राणि उक्तानि तानि सर्वाणि कारकसम्बन्धानि सूत्राणि. तेषां विवरणम् अत्र परिशिष्टं प्रतिपदानाविधानषष्ठी इति दीयते. यदि इच्छन्ति तत्र ज्ञात्वा पठितुं शक्नुवन्ति. बिकास् हियर् द सेवेन् एय्ट् सूत्रास् आर् गिविङ्ग् स्पेसिफिक् Kriyapadam. And with they are divided, with the Kriyapadam asti chet, tara shashti vidhidava, shashti vidhiyate. Tati vidhiyate, kintu vishishta sutena vidhiyate kritva, tasya samasa arhata nishidhyate. Iti eva tatra pratividana shashti iti sutra andargata. Yet if, see, the same word, if it is not used in the form, for example, Matrusmaranam. This Matrusmaranam, Adhigartha Desham, iti yatra, artha asti, Adhigartha, it means Smaranam iti asti. Iti asti che, tatra karmani vidyate, karmani shashti vidyate, iti kattva Matuhu Smaranam iti asti. यदि अस्मिन् सूत्रस्य विवक्षा नास्ति मातारं स्मरति इति अत्र अस्ति. यतोहि तत्र स्मरति अपि सेम् स्मृधातु अस्ति, अधिकर्तय अस्ति. किन्तु अधिकर्तदेशां कर्मणि इति कृत्वा मातुः स्मरणम् इति अत्र मातृस्मरणम् इति षष्ठीसदृशं न जायते इति अस्ति. एतेषां विवरणं किमर्थं कृतम् इति चेत् शेषी षष्ठी इति सूत्रेण या षष्ठी विहिता विभक्तिः विहिता अपि कर्तृकर्मणो कृति इत्यनेन या षष्ठी विभक्ति विहिता अस्ति तयोः एव षष्ठीपुरुषसमासः भवति. अर्थात् शेषे षष्ठी समस्यते, कृतयोगे षष्ठी च समस्यते, परन्तु प्रतिपदाना षष्ठी न समस्यते. कृतयोगे षष्ठी च समस्यते इति वाक्यार्थ अर्थः एवमस्ति. कर्तृकर्मणो कृति इत्यनेन सूत्रेण कर्तुः वा कर्मणा वा षष्ठिविहिता तदा षष्ठीसत्पुरुषसमासः भवितुम् अर्हति. किन्तु यत्र उभयप्राप्तो कर्मणि इति सूत्रेण कर्मणः षष्ठीविहिता अस्ति तत्र सस्य षष्ट्या कृदन्तेन सह समासः निषिद्धः. कर्मणि च इति सूत्रेण यदा अस्माकम् उदाहरणे बालकेन पुस्तकस्य पठनम् इत्यत्र पुस्तकपठनम् इति समासः न जायते. तत् केन कारणेन? कर्मणि च इति निषिद्धमस्ति सूत्रमस्ति. अत्र बालकस्य पुस्तकपठनम् इति बालकः पुस्तकः पठनं पठदातु. कर्तृकर्मणो कृति इति सूत्रेण पुस्तकस्य पठनम् इति रूपं सिद्धं भवति. किन्तु कर्तृशेषे शेषे विभाषा इति सूत्रेण बालकस्य पुस्तकस्य पठनमपि साधु वार्तिकस्य बलेन. किन्तु उभयप्राप्तौ कर्मणि इति सूत्रं किम् अस्ति? कर्मण कर्मपदस्य षष्टिविभक्ति विधीयते, एवं तदनन्तरं सूत्रमस्ति कर्मणि च इति सूत्रं, तत्र समासं निषिध्यते इति कृत्वा पुस्तकपठनम् इति समस्तपदं न भवितुमर्हति इति, पुस्तकपठनं न समासः न जायते. अवगतम्? तृतीया शेषे षष्टि इति वार्ति किल, शेषे विभाष किन्तु सी द मेन् थिङ्ग् विच् वी हव् टु रिमेम्बर् इन् आल् दीस् प्लेसस् इस् दट् वाट् इस् द विवक्ष. कर्ता उक्त्वा, कर्म उक्त्वा, उक्ता अनुक्ता, कारकविवक्षा अस्ति वा नास्ति वा इति चिन्तनीयम्. सो प्रतिपिधानषष्टि वि रिमूव् फ्रम् द पिक्चर्. सो द वाट् आर् वि लेफ्ट् वित्? शेषे षष्टि एव कृतियोगे षष्टि. शेषे षष्टि सम्बन्धसामान्ये षष्टि नित्या भवति, राज्ञः, पुरुषाः, सीतापतिः इत्यादि. कारकषष्टि अस्ति, कारकषष्टि समस्यते, परन्तु तस्मिन् प्रतिपदानाषष्टि निषिध्यते. बिकास् प्रतिपदानाषष्टि इस् आल्सो इण्डिकेटिङ्ग् आफ् कारकषष्टि ओन्लि. So therefore, Pratipada means specifically placed. Pratipada. I thought the sutra tells the roots there. Yeah. Which root cannot take in what artha? Padasya vidhanam bhavati. Shashti vidhanam bhavati sutrena. बट् षष्टि तत्पुरुषसमासः न भवति. अत्र इफ् यु वाण्ट् टु नो मोर् यु हव् टु रीड् दिस् करपत्रम्. वेर् इस् दट्? वाट् इस् इट् देन्? कश्चित् सूत्रैः प्रतिपदम् उच्चार्यै या षष्टिविभक्ति विधीयते सा प्रतिपदा विधाना षष्टि इति उच्यते. ज्ञा इति धातु, एवम् अधिकर्तदेशा इति दर सूत्रात् विचार्यते. श्रीमन् अधिकर्तदेशा, अधिकर्ता स्मरणार्थः, दया दानगतिरक्षणेषु, ईशा ऐश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवीक्षिते षष्टिविभक्तिर्भवति. इक् स्मरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधिक् इति उक्तम्. अधिक् अर्थः येषां ते अधिकर्ताः, अथवा अधिकः अर्थः इव अर्था येषां ते अधिकर्ताः. अधिकर्ताश्च दयश्च ईशश्च तेषाम् इतरेतरयोगद्वन्द्वः अधिकर्तदेयेषाम्, एषे तेषाम् अधिकर्तदेयेषाम् बहुव्रीहि गर्भद्वन्द्वः अधिकर्तदेशां षष्ट्यन्तं कर्मणि सप्तम्यन्तं षष्टिशेषे इत्यस्मात् सूत्रात् सूत्र सम्पूर्णस्य अनुवृत्ति अधिकर्तदेशां कर्मणि शेषे षष्टि यतुः यदा माधुः स्मरणम् अर्थात् कर्मीभूतमातृसम्बन्धी स्मरणमित्यर्थ सर्पिषदयनं दयनं नाम रक्षणम् अथवा दानम् इत्यर्थः अर्थात् मातुः स्मरणम् इट् इस् ओन्लि सम्बडि एल्स् थिङ्किङ्ग् अबौट् माता सो दट् मातुः नेवर् बिकम्स् माता इट् इस् नाट् माता चिन्तनम् इट् इस् अबौट् मातृ सम्बडि थिङ्किङ्ग् रैट् ऐ एम् अत्र कर्मीभूतसम्बन्धी अस्ति अच्छा माता आल्वेस् बिकम्स् कर्म कर्मपदम् एण्ड् तत्र कर्म कर्मपदमस्ति स्मरणम् इति इत्यर्थे कर्तृत् कृदन्तमस्ति इति कृत्वा प्रतिपदनशक्ति अधिकर्तदेशां कर्मणि कर्मणि इति कृतमस्ति किन्तु शेषे षष्टि इति अपि अस्ति अनुवृत्ति सो कर्मणि शेषे षष्टि यदा अधिकर्त दया ईशा एतेषां पद अर्थे क्रिया भवति चेत् तस्य कर्म उक्त उक्तकर्मस्य षष्टिविभक्तिः भवति इति बै दीस् क्रियापद वेन् द कर्म इस् उक्त्वा इन् द स्टेट्मेण्ट् दट् कर्म विल् टेक् षष्टि बै दिस् सूत्र दट् इस् स्मरणं दया मीन्स् is dana rakshana iti arthe asti isha is aishwarya arthe so in these words word when the karma uktva bhavati kindu karma uktva svikritva dvitiya na bhavati tad baditva tatya shashti bhavati sheshe shashti iti anuvrtti asti kutu this is that pratipada vidana shashti ekam udaharanam there are eight sutras that we are not going into it because it's a karaka shabda karaka sambandha vakyam this is what we have covered till now in the class so that's why I told Mahapani you didn't miss two classes you actually missed only one class so the last class was virtually a repetition of the previous one to make us understand this better So, somewhat, now I have understood, but still there are certain doubts that I have to go through again But some broad idea now I got. Thank you, Mahadi. So, we will stop here because now we have this Shashti Tatpurusha Samasa Sutram Pradi, I think. But Bhagini told to do a homework. You remember, Usha Bhagini? Amadeya. Ata Shabdanushasanam. Shabdanushasanam Nityadi. Samasaha Kimartam Iti Chintayatu Iti is what she said. See, Anushasanam. Let us take the word Anushasanam. Shas Dhatu. तस्य लुडन्तपदमस्ति शासन अनु इति उपसर्गः अनुशासनम् इति लुडन्तपदमस्ति भावार्थे अस्ति भावार्थे इत्युक्त्वा कर्ता अनुक्ता कर्म अनुक्ता अस्ति यदि उभयप्राप्तौ कर्मणि द्वितीया इति कृत्वा शास् शब्द इति शब्दानुशासनम् इति शब्दस्य षष्टि भवति न शब्दस्य अनुशासनम् इति भवितुमर्हति यदि शब्दस्य इति स्वीक्रियते चेत् उभयप्राप्तु कर्मणि इति सूत्रेण तत्र समासः निषिध्यते किन्तु समासः दृश्यते महोदय, ऐ थाट् इट्स् नाट् उभयप्राप्तौ कर्मणि, बिकास् कर्ता कः इति न ज्ञायते महोदय. सो इट्स् ओन्लि कर्तृकर्मणो कृति इत्यनेन कर्मस्य षष्ठी भवति, सो समासः भवति. सम्बन्धसामान्य अस्ति पठनं इति भावार्थस्य, कस्य पठनं, शब्दस्य पठनं इति भवति न. समासः भवति षष्ठी समास सम्बन्धसामान्यस्य. नो, कर्तृकर्मणो कृते इति एव इत्यनेन अपि समासः भवति महोदय. तत्र कर्तृकर्मणो कृति इति कर्तुः अथवा कर्मणः षष्ठी भवति, कर्तरि षष्ठी समस्यते, कर्मणि षष्ठी समस्यते, कर्मणि षष्ठी समस्यते अत्र. सो कर्तृकर्मणोः कृति इत्यनेन एव शब्दानुशासनम् इति समासः भवति. आम् आम्, समीचीनं, तदेव, तद्प्राप्तो नास्ति, कर्ता नास्ति. नमस्कारः भगिनी, नमस्कारः महोदय, धन्यवादः महोदय.